पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 64 पिप्पल उवाच पितुःप्रसादभावाद्वै यदुना सुखमुत्तमं कथं प्राप्तं सुभुक्तं च तन्मे विस्तरदो वद कस्मात् पापप्रभावं च रुरुर्भुङ्क्ते द्विजोत्तमा सकलं विस्तरेणापि वद मे कुण्डलात्मजा सुकर्मोवाच श्रूयतामभिधास्यामि चरित्रं पापनाशनं नहुषस्य सुपुण्यस्य ययातेश्च महात्मनः सोमवंशाद्भ्रभूतो हि नहुषो मेदिनीपदिः दानधर्मानेकांश्च चकारह्यतुलानपि मखानामश्वमेधानामियाज शतमुत्तमं वाजपेयशतं चापि अन्यान्यज्ञाननेकधा आत्मनः पुण्यभावेन इन्द्रलोकमवापसः पुत्रं धर्मगुणोपेतं प्रजापालं चकारसः ययादिं सत्यसम्पन्नं धर्ममीर्यं महामतिं येन्द्रं पदं गतो राजा तस्य पुत्रः पदे स्वगे ययादिसत्यसम्पन्नप्रजा धर्मेण पालयेद् स्वयमेव प्रपश्येत् स प्रजा कर्माणि तान्यपि याजयामास धर्मज्ञश्रुत्वा धर्ममनुत्तमं यज्ञतीर्थादिकं सर्वं दानपुण्यं चकारसः राज्यं चकारमेधावी सत्यधर्मेण वै तदा यावदशीतिसहस्राणि वर्षाणां नृपनन्दनः तावत्कालं गतं तस्य ययातेस्तु महात्मनः तस्य पुत्राश्च चत्वारस्तद्वीर्य बलविक्रमाः तेषां नामानि वक्ष्यामि शृणुष्वैकाग्रमानसः तस्यासि ज्येष्ठपुत्रस्तु रुरुर्नाम महाबलः पुरुर्नाम द्वितीयोऽभूत् कुरुश्चान्यस्तृतीयकः यदुर्नाम स धर्मात्मा चतुर्थो नृपदेः सुतः एवं चत्वारः पुत्राश्च ययास्तेस्तु महात्मनः तेजसा पौरुषेणापि पितृतुल्यपराक्रमाः एवं राज्यं कृतं तेन धर्मेणापि ययातिना तस्य कीर्तिर्यशो भावस्त्रैलोक्ये प्रचुरोऽभवद् विष्णुरुवाच एकता दुद्विजश्रेष्ठो नारदो ब्रह्मनन्दनः ऐन्द्रं लोकं गतो राजन् द्रष्टुं चैव पुरन्दरं सहस्राक्षस्ततो पश्यद्धुताशनसमप्रभं देवो विप्रं समायान्तं सर्वज्ञं ज्ञानपण्डितं पूजितं मधुपर्पाद्यैर्भक्र्या नमितकन्धरः निवेश्य चासने पुण्ये पप्रच्छ मुनिपुङ्गवम् इन्द्र उवाच कस्मादागमनं तेद्य किमर्थमिह चागतः किं देहि सुप्रियं विप्र करोम्यद्य महामुने नारद उवाच देवराजकृतं सर्वं भक्त्या यच्च प्रभाषितं सन्तुष्टोऽस्मि महाप्राज्ञप्रश्नोत्तरं वदाम्यहं महीलोकात् सुसम्प्राप्तः साम्प्रतं तव मन्दिरं त्वामन्वेष्टुं समायादो दृष्ट्वा नाकुशमेव च इन्द्र उवाच सत्यधर्मेण को राजा प्रजा पालयदे सदा सर्वधर्मसमायुक्तश्रुतवाञ्ज्ञानवान् गुणी पृथिव्यामस्ति को राजा वेदज्ञो ब्राह्मणप्रियः ब्रह्मण्यो वेदविच्छूरो यज्वा दादा सुभक्तिमान् नारद उवाच येभिर्गुणैस्तु संयुक्तो नहुषस्यात्मजो बली यस्य सत्येन वीर्येण सर्वे लोकाः प्रतिष्ठिताः भवादृशो हि भूर्लोके ययादिर्नहुषात्मजः भवान् स्वर्गे स चैवास्ति भूदले भूदिवर्धनः पितुश्रेष्ठो महाराजह्यश्वमेधशतं तथा वाजपेयशतं चक्रे ययादिः पृथिवीपदिः दत्तान्यनेकरूपाणि दानानि तेन भक्त्रिदः गवां लक्षसहस्राणि गवां कोटिशतानि च कोटिहोमांश्चकाराध लक्षहोमांस्तथैव च भूमिदानादिनानानि ब्राह्मणेभ्यो ददाच्च यः सर्वं येन स्वरूपं हि धर्मस्य परिपालितम् एवं गुणैः समायुक्तो ययादिर्नहुषात्मजः वर्षाणां तु सहस्राणि अशीतिर्नृपसत्तमः राज्यं चकार सत्येन यथा दिवि भवानिह सुकर्मोवाच एवमाकर्ण्य देवेन्द्रो नारदात्स मुनीश्वराद समालोच्य स मेधावी सम्भिदो धर्मपालनाद शतयज्ञप्रभावेण नहुषो हि पुरा मम ऐन्द्रं पदं गतो वीरो देव राजो भवत्पुरा शची बुद्धिप्रभावेण पदभ्रष्टो व्यजायत तादृशोऽयं महाराजः पितुस्तुल्यपराक्रमः प्राप्स्यते नात्र सन्देहः पदमैन्द्रं न संशयः येन केनाप्युपायेन तम्भूपं दिवमानये इत्येवं चिन्तयामास तस्माद्भीदः सुरेश्वरः भूपालस्य नृपश्रेष्ठ ययादे सुमहद्भयाद तमानेदुं तदो दूतं प्रेषयामास देवराट नहुषस्य विमानं तु सर्वकामसमन्वितम् सारथिं मातलिं नाम विमानेन समन्वितं गतो हि मातलिस्तत्र यत्रास्ते नहुषात्मजः प्रहितसुरराजेन समाने दुम्महामतिं सभायां वर्तमानस्तु यथा इन्द्रप्रशोभदे तथा ययादिर्धर्मात्मा स्वसभायां विराजते तमुवाच महात्मानं राजानं सत्यभूषणम् सारथिर्देवराजस्य शृणु राजन्वचो मम प्रहितो देवराजेन सकाशं तव साम्प्रतं यद्ब्रूदे देवराजस्तु तत्सर्वं सुमना कुरु आगन्तव्यं त्वया देव ऐन्द्रं लोकं हि नान्यथा पुत्रे राज्यं विसृज्यैव कृत्वा चान्देष्टिमुत्तमाम् इलो राजा महातेजा वसते नहुषात्मज पुरूरवा महावीर्यो विप्रचित्तिर्महामनाः शिबिर्वसति तत्रैव मनुरिक्ष्वाकुभूपदिः सगरो नाम मेधावी नहुषश्च पिता तव ऋतवीर्यकृतज्ञश्च शन्तनुश्च महामनाः भरतो युवनाश्वश्च कार्तवीर्यो नरेश्वरः यज्ञानाहृत्य बहुधा मोदन्ते दिविभूभृदः अन्ये चैव दुराजानो यज्ञकर्मसु तत्पराः सर्वे ते दिविचेन्द्रेण मोदन्ते स्वेन कर्मणा त्वं पुनः सर्वधर्मज्ञः सर्वधर्मेषु संस्थितः शक्रेण सह मोदस्व स्वर्गलोके महीपते ययातिरुवाच किं मया तत्कृतं कर्म येन मय्यर्पिता तव इन्द्रस्य देवराज्यस्य तत्सर्वं मे वदस्व च यदशीतिसहस्राणि वर्षाणां हि त्वया नृप दानपुण्यादिकं कर्म यज्ञैस्तु परिसाधितम् दिवं गच्छ महाराजकर्मणा स्वेन भूपते सखित्वं देवराजेन कुरु गच्छ सुरालयम् पञ्चात्मकं शरीरं च भूमौ त्यज महामदे दिव्यरूपं समास्थाय भुङ्क्ष्व भोगान् मनोनुगान् यथा यथा कृदा भूमौ यज्ञादानं तपश्च ते तथा तथा स्वर्गभोगा प्रार्थयन्ते नरेश्वर ययादिरुवाच येन कायेन सिद्ध्येत सुकृतं दुष्कृतं भुवि मादले तत्कथं त्यक्त्वा गच्छेल्लोकमुपार्जितम् मातलिरुवाच यत्रैवोपार्जितं कायं पञ्चात्मकमिदं नृप तत्तत्रैव परित्यज्य दिव्ये नैव व्रचन्दितम् इतरे मानवाः सर्वे पापपुण्यप्रसाधकाः तेऽपि कायं परित्यज्य अध ऊर्ध्वं प्रचन्ति वै ययादिरुवाच पञ्चात्मकेन कायेन सुकृतं दुष्कृतं नराः उत्पाद्यैव प्रयान्त्येव अध ऊर्ध्वं तु मातले को विशेषो हि धर्मज्ञभूमौ कायं परित्यजेद पापपुण्यप्रभावद्वै कायस्य पतनं भवेद दृष्टान्तो दृश्यते सूद प्रत्यक्षं मर्त्यमण्डले विशेषं नैव पश्यामि पापपुण्यस्य चाधिकम् सत्यधर्मादिकं कर्म येन कायेन मानवः समर्जयति वै मर्त्यस्तं कस्माद्विप्रसर्जयेद आत्मा कायश्च द्वावेदौ मित्ररूपा उभावपि कायं मित्रं परित्यज्य आत्मा यादि सुनिश्चितः मातलिरुवाच सत्यमुक्तं त्वया राजन् कायं त्यक्त्वा प्रयाति सः सम्बन्धो नास्ति तेनापि समं कायेन चात्मनः यस्मात् पञ्चत्वरूपोऽयं सन्धि जर्जरितः सदा जरया पीड्यमानस्तु व्याधिभिर्दूषितः सदा जरादोषैः प्रभग्नोऽसौ अत्र स्थातुं स नेच्छति आकुलव्याकुलो भूत्वा जीवस्त्यक्त्वा प्रयाति सः सत्येन धर्मपुण्यैश्च दानैर्नियमसंयमैः अश्वमेधादिभिर्यज्ञैस्तीर्थैः संयमनैस्तथा सुपुण्यैः सुकृतैश्चान्यैर्जरा नैव प्रधार्यते पादकैश्च महाराजद्रवदे कायमेव सा ययादिरुवाच कस्माज्जरा समुत्पन्ना कस्मात् कायं प्रपीडयेद् मम विस्तरतस्त्वं च वक्तुमर्हसि सत्तम मातलिरुवाच हन्त ते वर्णयिष्यामि जरायाः परिकारणं यस्माच्चेयं समुद्भूता कायमध्ये नृपोत्तम पञ्चभूतात्मकायो विषयैः पञ्चभिः श्रुतः यदात्मा त्यजते राजन् स कायः परिधक्ष्यस्ते वह्निना दीप्यमानस्तु सरस्वोज्ज्वलते नृप तस्माद्विजायते धूमो धूमान्मेखाश्च जज्ञिरे मेखदापः प्रवर्तन्ते अभ्यपृथ्वी प्रकल्पते जलमायादिसाध्वी सा यथा नारीरजस्वला तस्मात् प्रजायते गन्धो गन्धाद्रसो नृपोत्तम रसात् प्रभवदे चान्नमन्नाच्छुक्रं न संशयः शुक्राद्धिदायदे काह्य कुरूपकाय एव च यथा पृथ्वी सृजेद्गन्धान्रसैश्चरदि भूतले तथा कायश्चरे नित्यं रसाधारो हि सर्वशः गन्धश्च जायते तस्माद्गन्धाद्रसो भवेत् पुनः तस्माज्जज्ञे महावह्निर्दृष्टान्तं पश्य भूपते यथा काष्ठाद्भवेद्वह्नि पुनः काष्ठं प्रकाशयेद् कायमध्ये रसादग्निस्तद्वदेव प्रजायते तत्र संचरते नित्यं कायं पुष्णादिभूपदे यावद्रसस्य चाधिक्यं तावज्जीव प्रशान्तिमान् चरित्वा तादृशं वग्निः क्षुद्धारूपेण वर्तते अन्नमिच्छत्यसौ तीव्रः पयसा च समन्वितं प्रदानं लभते चान्नमुदकं चापि भूपदे शोणितं चरदे वह्निस्तद्वद्वीर्यं न संशयः यक्ष्मरोगो भवेत्तस्मात् सर्वकायप्रणाशकः रसाधिक्यं भवेद्राजन्नद वह्नि प्रशाम्यदि रसेन पीड्यमानस्तु ज्वररूपोऽभिजायते ग्रीवापृष्ठं कडिम्पायुं सर्वास्वेव दुःसन्धिषु आरुध्य तिष्ठते वह्निकाये वह्निप्रवर्तते तस्याधिक्यं चरेन्नित्यं कायं पुष्णादि सर्वतः रसस्तु बन्धमायादिबलरूपो भवेत्तदा अतिरिक्तो बलेनैव वीर्यान्मर्माणि चालयेद तेनैव जायते कामशल्यरूपो भवेन्नृप सकामाग्निसमाख्यादो बलनाशकरो नृप मैथुनस्य प्रसङ्गेन विनाशत्वं कलेवरे नारीं च संश्रयेत् प्राणी पीडितकामवह्निना मैथुनस्य प्रसङ्गेन मूर्च्छितकामकर्षितः तेजोहीनो भवेत्कायो बलहानिश्च जायते बलहीनो यदा स्याद्वै दुर्बलो वह्नि नेरिदः स वह्नि प्रचरेत्काये शोणितं शुक्रमेव च शुक्रशोणिदयोर्नाशाच्छून्यदेहोऽभिजायते अतीव जायते वायुः प्रचण्डो दारुणाकृतिः विवर्णो दुःखसन्तप्तः शून्यबुद्धिस्ततो भवद दृष्टा श्रुता तु या नारी तच्चित्तो भ्रमदे सदा तृप्तिर्न जायते काये लोलुपे चित्तवर्त्मनि विरूपश्च सुरूपश्च ध्यानान्मध्ये प्रजायते बलहीनो यदा कामी मांसशोणितसंक्षयात् फलितं जायते काये नाशिते कामवह्निना तस्मात् संजायते कामी वृद्धो भूत्वा दिने दिने सुरते चिन्तते नारीं यथा वार्धुषिको नरः तथा तथा भवेद्धानिस्तेजसोऽस्य नरेश्वर तस्मात् प्रजायते कायो नाशरूपं समृच्छति अग्निप्रजायते भूयो जरारूपो न संशयः प्राणिनां क्षयरूपेण ज्वरो भवति दारुणः स्थावराजङ्गमाः सर्वे ज्वरेण परिपीडिताः नाश मायान्दिते सर्वे बहु पीडा प्रपीडिताः ये दत्ते सर्वमाख्यातमन्यत् किं ते वदाम्यहम् एवमुक्तो महाराजो मातलिं वाक्यमब्रवीद इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने मादा पितृतीर्थमाहात्म्ये चतुष्षष्टितमोऽध्यायः ॐ